नमस्कारः. अस्माकं पाणिनीयवर्गे सर्वेषां स्वागतं. धातुविज्ञानं तृतीयभागः इति विषयः प्रवर्तमानः अस्ति. तत्र अभ्यासः, पदव्यवस्था, ईड्व्यवस्था द्वयोः अभ्यासः प्रवर्तमानः अस्ति. तत्र मे इति धातुपर्यन्तं वयं प्राप्तवन्तः. ततः अग्रे इतोपि कानिचन उदाहरणानि सन्ति. तानि परिसमाप्य अस्माकं रमा भगिनी अष्टाध्यायी इति ग्रन्थस्य विषये एकं मानचित्रं प्रदर्शयति. तद्वयं शृण्मः. अभ्यासानन्तरं किञ्चित् इतोपि वक्ष्यामि. अस्तु, तर्हि अत्र मस्क् गतौ इति धातुः, मीना भगिनी वदति वा? अत्र अभ्यासः कः इति चेत् धातुः सेट् वा निट् वा इति वक्तव्यम्. अपि च धातौ यः स्वरः अस्ति तं स्वरम् अवलम्ब्य धातुः परस्मैपदि वा आत्मनेपदि वा उभयपदि वा इत्यपि वक्तव्यम्. मस्क् गतौ इति धातुः अनुदाते भवति, तस्मात् आत्मनेपदधातुः अनुदाते यतः आत्मनेपदं. तदनन्तरं किमर्थम् अनुदातेत् इति वदतु, किमर्थम् अनुदातेत् इति स्मारयतु. अनुदातेत् यतः आत्मनेपदम्. अत्र अनुदातस्वरः कः? अनुदातस्वरः अकारः. अकारः कः? अकारः कः? अकारः अकारद्वयं वर्तते. द्वितीयकारः. द्वितीयकारः वदतु. द्वितीयकारः अनुदातगितः भवेत्, तस्मात् आत्मनेपदं दातु. तदनन्तरं मस्क् शप् इति शप् योगः ते इति भवति. गुणकार्यम् अस्ति वा न वा इति ज्ञातव्यम्. अत्र गुण ईकन्तः नास्ति, इक् उपदापे नास्ति, तस्मात् गुणकार्यं प्रसक्तिः नास्ति तत्र. तस्मात् मस्क् अकारः लोपः, प्रथमम् अकारः लोपः उपदेशार्जन अकारः लोपः, तस्मात् मस्क् इति अवशिष्यते. तदनन्तरं शप्तयोगः ते इति भवति. तदनन्तरं गुणकार्यं प्रसक्तिः नास्ति, तस्मात् मस्कते इति. सेट् वाति वा? तृच् दातु, तृच् प्रत्ययः आर्द्रदास्कस्य बलादेः इति मस्क् तृच् आर्द्रदास्कप्रत्ययः बलादिः, तस्मात् इद् भवति. धातुः कीदृशः प्रत्ययः? प्रत्ययः सेट् इति उक्तवती, समीचीनं. बलादिः अस्ति प्रत्ययः, अपि च तत्र तृच् प्रत्ययः कीदृशप्रत्ययः? आर्धधातुकस्य प्रत्ययः, आर्धधातुकस्य बलादेः. सत्यम्. अपि च इतोपि एकं सूत्रमस्ति खलु, वशादि. वशीकृते अत्र स्विच् बलादितस्य अनुकूलता भवति किल? मह्यं न, अत्र आर्धधातुकप्रत्ययः इति उक्तवती, समीचीनमेव. परन्तु ततः अग्रे चिन्तनीयं खलु, कृत् प्रत्ययः अस्ति वा इति अपि वक्तव्यं. तत्र वशादिः न स्यात् इत्यपि नियमः अस्ति खलु. अत्र तृच् प्रत्ययः बलादिप्रत्ययः, तस्मात् अनुकूलता भवति. तत् समीचीनं, परन्तु तृच् प्रत्ययः तिङ् भिन्नः अस्ति, अतः कृत् प्रत्ययः अस्ति, धातुतः विधीयमानः अस्ति, कृत् प्रत्ययः अस्ति. कृत् प्रत्ययः अस्ति चेत् नेड् वशीकृति इति अन्यत् सूत्रमस्ति खलु, तस्य विषये अपि वक्तव्यं खलु. अत्र वश् प्रत्ययः नास्ति. वश् प्रत्ययः नास्ति इति वक्तव्यम्, अतः न कापि बाधा. मस्किता इति भवति अन्तिमरूपम्. धातोः स्वभावः वक्तव्यः. धातोः स्वभावः कः? एट् वा नेट् वा इति वक्तव्यं खलु? धातोः समाः एकाच धातुः अनुदातः अनुदातः तस्मात् एकाच अनुदासु अनुदाते अनित् न एकाच नास्ति एकाच एकक्षणं न एकक्षणम् एकाच नास्ति इति किमर्थं वदति? मकार सकार मस्ककार अस्ति एक अच्चे अच्चेव एक एकाच अस्ति अस्ति एकाचः एव एकाचः अस्ति अनुदातः अपि अस्ति अनुदात एकाचः एकाच अनुदासो उपदेश अनुदातः अनिच् अनिक् भवति अनुदातः नास्ति अत्र अत्र अत्रैव किञ्चित् भ्रमः अस्ति भवतः मकारः प्रथम अकारः अनुदातः नास्ति उदातः उदातः उदातः सेत् भवति तस्मात् सेत् भवति तर्हि मस्किता भवति. हा समीचीनं समीचीनं. तर्हि अत्र प्रथमतया धातो यः स्वरः इत्संज्ञकः अस्ति तम् इत्संज्ञकस्वरम् अवलम्ब्य धातुः परस्मैपदी वा आत्मनेपदी वा उभयपदी वा इति ज्ञायते. परन्तु धातो यः अवशिष्टः स्वरः अस्ति, अवशिष्टः इत्युक्ते इत्संज्ञकः नास्ति, तस्यैव भ्रमः अस्ति मकारः मकारस्य अकारः वा ककारस्य अकारः वा इति. न ककारस्य अकारः लोपः भवति लोपानन्तरम् एकाच् वा न वा इति चिन्तनीयं. लोपानन्तरम् एकाच् अस्ति वा न वा इति चिन्तनीयं. यदि तत्र औपदेशिकधातुमेव स्वीकृत्य पश्यति चेत् अनेकाच् एव, सर्वे धातवः अनेकाच्. परन्तु इत्संज्ञकवर्णस्य लोपानन्तरं पश्यामः चेत् प्रायेण सर्वे धातवः अनेकाच् एकाचः एकाचः. अस्तु, सर्वेषां कृते स्पष्टं खलु? अस्तु, तर्हि अत्र अरुणा भगिनी अग्रे करोतु. भगिनी पुल्लिङ्ग स्त्रीलिङ्ग नपुंसकलिङ्ग एकवारं वदति चेत्? हा भवती वदतु. त्रिच् प्रत्यय मस्क् योगः वदतु रूपं. मस्किता मस्कित्री मस्कित्र मस्कित्र तावत् तावदेव. अस्तु धन्यवादः भगिनि. हा अरुणा भगिनि अस्ति वा भगिनि? क्षम्यतां भगिनि म्यूट् मध्ये अस्मि, क्षम्यतां भगिनि. रभङ् धातुः अत्र उपदेशजनस्य क इत्वर्णः अस्ति अनुदातापि अस्ति अनुदातानि इत्वर्णः अनुदात आत्मनेपदम् इति आत्मनेपदसंज्ञा भवति. अत्र अवशिष्टदा अकारः अपि अनुदात्तः अस्ति अनुदात्तस्वरित सेट् इडागम अनुकूलः भवति. अवशिष्टः स्वरः अत्र धातुः एकाच् अस्ति वा? एकाच् अस्ति भगिनि, एकाच् अस्ति, एकाच् अस्ति अनुदातः. तर्हि धातुः सेट् सूत्रं किं वदति? एकाच् एकाच् उपदेशे अनुदात् क्षम्यता एकाच् उपदेश अनुदात्ता इति अनित् अनित् अस्ति. लटि रूपं किं? लटि राभस्य किम् अत्र राभस्य रभ्यत् रभते रभते प्रसिद्धरूपम् अस्ति आरभते खलु आरभते आरभामहे इति अस्ति. अस्तु, इदानीं तृच् रूपं. तृच् रूपं तृच् इति बलादिप्रत्ययः आर्धदर्तिकस्य बलादिसूत्रेण इडागम कार्यं कर्तुम् आगच्छति, परन्तु अनुदात्त अनिट् अस्ति चेत् न कार्यं करोति. धातु तृच् प्रत्यये अपि नेङ् वशीकृति सूत्रं नापि कार्यं करोति. निषेधः नास्ति, नेवशीकृति इत्यनेन निषेधः नास्ति. प्रत्ययस्य इडानुकूलता वर्तते खलु, केवलं धातुः अनिट् अस्ति. प्रत्ययः तु सेट् एव, सर्वत्र प्रत्ययः सेट् एव, धातुः अनिट्, अतः इडागमः न भवति. तर्हि रूपं किम्? जानाति वा? हा सत्यं सत्यं, रब्धा रब्धा इति रूपं, रब्धा रब्द्र इति प्रातिपदिकं. हा रब्द्री रब्द्र. समीचीनम्. अग्रे अरविन्द् महोदय. चकां तृप्तौ उपदेशधातु अन्ते अन्तिम अनुनासिक अकार अस्ति, तत् अनुदात्त नति नहि न नास्ति, स्वरित इत् अपि नास्ति, कृत्वा उदात्तेत् भवति. उदात्तेत् इति कृत्वा शेषाकर्तरी तरस्मैपदम् इति सूत्रेण परस्मैपदि धातु भवितुमर्हति. न न महोदय, यदि अत्र भवितुम् अर्हति इति वदति चेत् तत्र अन्यत् अपि भवितुम् अर्हति इति वा? न भवति इति वक्तव्यं खलु. भवति क्षम्यतां भगिनि. हा न चिन्ता नास्ति, केवलं स्पष्टीकरणार्थं. धन्यवादः. चक् इति अनुबन्धलोपानन्तरधातु भवति. चक् योगः शप् योगः तिप् परस्मैपदि लकार प्रत्ययः, तत्र शकार लशक तद्धिते पकार हलन्त्यम् इति सूत्रद्वयोः कारणेन इत्वा तस्य लोप इति विधिसूत्रेण अपगच्छति. तदनन्तरं चक् योगः आयोगः ति चकति इति लट् लकाररूपं भवति. तदनन्तरं तृच् प्रत्यय विषये धातुः अस्ति चक्, अनुबन्धलोपानन्तरं यद् धातुः अस्ति तत् चक् अति चक् अनुदाते नास्ति इति कृत्वा सेट् भवति. सेट् चक् योगः तृच्, तृच् बलादि बलादिप्रत्ययः अस्ति कृत्वा इडागमस्य प्रसक्तिः अस्ति. तस्मात् चक् योगः ई योगः तृ चकित्र इति औपदेशिकरूपं, चकित्र इति नवपुंसकलिङ्गे, चकिता इति पुल्लिङ्गे, चकित्री चकित्री इति स्त्रीलिङ्गे भवति. हा बहु समीचीनं, सम्यक् समीचीनं. कोऽपि प्रश्नः वा अत्र? धातो यः स्वरः अस्ति सः इत्संज्ञकः अस्ति, परन्तु उदात्तः अपि अस्ति. न अत्र शप् इत्यस्य विषये उक्तवान्, शप् इति प्रत्ययः भवति खलु, चक् योगः शप् योगः ति. हा तत्र चक् इति धातौ तत्र यः अकारः अस्ति अनुनासिकः अस्ति, अतः इत्संज्ञकः, अपि च तस्य स्वरः तस्य उपरि अपि चिह्नं नास्ति, अधोभागे अपि चिह्नं नास्ति, अतः स्वरः उदात्तः, अतः धातुः उदात्तेत् इति वक्तुं शक्नुमः. यत्र धातुः उदात्तेत् अस्ति, अनुदात्तेत् नास्ति, स्वरितेत् नास्ति. अनुदात्तेत् अस्ति चेत् आत्मनेपदि, स्वरितेत् अस्ति चेत् उभयपदि, अत्र तु उदात्तेत् अस्ति, अतः परस्मैपदी अस्ति धातु. अनन्तरम् अत्र प्रत्ययः सर्वत्र सेट् इति जानीमः, तृच् प्रत्ययः सेट्, यतोहि वलादिः अस्ति, अवशादिः अस्ति. इदानीं चक् इति धातुः अवशिष्यते, तत्र यः स्वरः अवशिष्टः, धातुः एकाच् अस्ति, चकार उत्तरवर्ति अकारः यः अकारः अवशिष्टः अस्ति, सः अकारः अनुदात्तः नास्ति. उपरि अपि चिह्नं नास्ति, अधोभागे अपि चिह्नं नास्ति, अनुदात्तः नास्ति, स्वरितः नास्ति, उदात्तः अस्ति. उदात्तः अस्ति इति कृत्वा धातुः सेट्, धातुः अपि सेट्, प्रत्ययः अपि सेट्, अतः इदागमः भवति चक्योगः, ईयोगः त्रिच्, चकितृ इति प्रातिपदिकं, चकिता चकित्री इति रूपम्. अस्तु, चकित्र इति एव रूपम्. अस्तु, पूर्णेन्दु महोदय अग्रे. आं भगिनि, खी इति धातु अस्ति. खी इति धातुतः किमपि अनुबन्धवर्णः वर्णः नास्ति, अतः खी एव लौकिकरूपं. खी इति धातु नित् नास्ति, अनुदात्ते तपि नास्ति, इन्त् नास्ति, स्वरिते तपि नास्ति, अतः शेषात् कर्तरि इति सूत्रेण खी इति धातुः परस्मैपदी धातुः. तत्र खी इति धातुतः अवशिष्टस्वरः यः इकारः अस्ति, सः स्वरः अनुदात्तः अस्ति, अतः धातुः अनिट् अस्ति. इदानीं तत्र लट् रूपं साधयामः, खि योग सप् योग ति, तत् अनन्तरं खि योग सप्तः अ अवशिष्यते, खि योग अ योग ति. खि इगन्तधातुः अस्ति, अतः तत्र गुणः भवति इकारस्य गुणः एकारः, खि योगः अ योगः ति, अनन्तरम् इकारस्थाने एकारः भवति, खे योगः अ योगः ति. इदानीं एचोयवायावः सन्धेः प्रसक्तिः अस्ति, यतोहि एकारपरे अकारः अस्ति. एचोयवायावः सन्धेः एकारस्थाने अय् आदेशः भवति. इदानीं ख्य योग अय् योग अ योग ति वर्णमेलनेन क्षयति इति लटि प्रथमपुरुष ऐकवचनरूप अस्ति. अनन्तरं त्रिच् रूपं साधयामः चेत् खि योगः त्रिच्, त्रिच् बलादिः तकारः बल् प्रत्याहारस्थवर्णः अस्ति, अतः बलादिः बलादिः अस्ति, परन्तु बसादि नास्ति, अतः अवसादि अस्ति. अतः तत्र तृच् इति प्रत्ययः तु इडानुकूलः अस्ति, परन्तु खि इति धातुः अनिट् अस्ति इति कृत्वा तत्र इडागमः न भवति. अतः खि योग तृच्, तत्र चकारस्य हलन्त्यमिति सूत्रेण इत्संज्ञा भूत्वा तस्य लोपः इति सूत्रेण लोपः भूत्वा तृ इति अवशिष्यते. खि योगः तृ, खीतृ इति प्रातिपदिकम्. अनन्तरं तस्य पुलिङ्ग एकक्षणं, क्षीयोगः तृच्, अत्र किमपि अन्यत् किमपि कार्यं भवितुम् अर्हति वा? न जानामि भगिनि. न, भवान् जानाति एव, अत्र क्षिति प्रत्ययः कीदृशः भगिनि? अनुदात्त अस्ति न, आत्मनेपदि धातु अस्ति. न, धातुः परस्मैपदी, अनुदातः अस्ति, अनुदातः अस्ति, परन्तु इत्संज्ञकः नास्ति खलु, इत् नास्ति, गुणः भवति तत्र, न अत्र पश्यतु भगिनि, रमा भगिनि, क्षि इति धातोः धातोः अधोभागे रेखा अस्ति, इकारस्य अधोभागे रेखा अस्ति, स्वरः तु अनुदात्तः अस्ति, परन्तु अनुदात्तेत् इत्संज्ञकः अपि भवेत् तदानीमेव अनुदात्तनित आत्मनेपदम् इति सूत्रम्. अवगतम्? अवगच्छामि. अस्तु महोदय. आं भगिनि, अत्र तृ अर्धधातुकप्रत्ययः अस्ति इति कृत्वा सार्वधातुक अर्धधातुकयोः इति सूत्रेण तत्र गुणः भवति, खीखे भवति, क्षेत्र इति प्रातिपदिकम्. अतः आम् आम्, पुल्लिङ्गे खेता इति रूपं, स्त्रीलिङ्गे खेत्री, अपि च नपुंसकलिङ्गे खेत्र. इत्युक्ते अत्र किं स्मर्तव्यम् इति चेत्, सर्वदा स्मर्तव्यं यत्र धातुः अस्ति, धातुतः प्रत्ययः अस्ति चेत् सर्वदा प्रष्टव्यं धातुतः प्रत्ययः अस्ति वा इति सर्वदा प्रथमः प्रश्नः. धातुः अस्ति वा अनन्तरं प्रत्ययः अस्ति वा, तादृशसन्दर्भे सर्वदा चिन्तनीयं सार्वधातुकप्रत्ययः वा अर्धधातुकप्रत्ययः वा इति चिन्तनीयं. यदा हि सार्वधातुकः अर्धधातुकः इति चिन्तयामः तत्र सर्वप्रथमम् अस्माकं मनसि गुणस्य विषये एव सर्वदा तादृशचिन्तनं भवेत्. गुणः यत्र अर्धधातुकप्रत्ययः अस्ति तत्रापि गुणः सम्भवति, सार्वधातुकप्रत्ययः अस्ति तत्रापि गुणः सम्भवति. सार्वधातुकप्रत्ययः अस्ति चेत् पित्वा अपित्वा इति चिन्तनीयं, पित् अस्ति चेत् गुणः भवति, अपित् अस्ति चेत् गुणनिषेधः भवति, अपित् अस्ति चेत् सार्वधातुकम् अपि निद्वत् इत्यनेन गुणनिषेधः, निति च इत्यनेन गुणनिषेधः. अर्धधातुकप्रत्ययः अस्ति चेत् यः अर्धधातुकप्रत्ययः कित् नित् नास्ति, कित् नित् भिन्नः अस्ति, तर्हि तत्र सर्वत्र गुणः सम्भवति, अतः सर्वदा स्मर्तव्यम्. अस्तु अस्तु, तर्हि रामनाथन् महोदय अग्रे. किम् अस्तु अस्तु अस्तु, तर्हि वसन्ती भगिनी करोतु. अस्तु, राज्रु इति धातु अन्तिमवर्णस्य ऋकार उत्तरवती अनुनासिकचिह्नम् अस्ति, रेखा अस्ति, सो स्वरितेत् स्वरितेत् अस्ति चेत् उभयपदी धातु. देन् ऋकारः इत्संज्ञः भवति, सो लोपः उपदेशे अनुनासिक इति सूत्रेण इत्संज्ञः लोपः भवति. सो अवशिष्टधातु राज, राज चिह्नं नास्ति, सो उदात्तः, उदात्तः इति सेट् सेट् धातु. सो रा लट्लकाररूप राज योगः शप् योगः उभयपदि, सो द्वे द्वे आप्षन्स् तत्र द्वे आप्षन्स् इत्युक्ते किं, राजयोगः शप् योगः ति अण्ड् राजयोगः शप् योगः ते. रूपं इट् इस् नो इका यदि धातु और् इकारान्त उपदा आल्सो ह्रस्व इक् अथवा नो गुणकार्यं भवति. सो राजति इति रूपं परस्मैपतिरूपम् आत्मनेपतिरूपं राजते. समीचीनं, बहु समीचीनम्. अनन्तरं तृच्, तृच् सेट् धातु. सो राज योगः तृ नो गुणकार्यं हियर् अगैन् बिकास् नो इक् वर्णः उपता आल्सो इक् इक् वर्णः नास्ति. सो राज योगः तृ धातुः सेट् राजित्रि सेट् सो राजित्रु इस् प्रातिपदिकं. सो राजिता पुल्लिङ्गं, राजित्री स्त्रीलिङ्गं, राजित्र नपुंसकलिङ्गरूपं. हा, बहु समीचीनं, सम्यक्. तर्हि धन्यवादः भगिनी. अग्रे ललिता भगिनी करोति वा. सन्देहः, एकाच् उभय ऐ मीन् अन्त्येत् औडस्य अरे भवान् वदतु. राज् इति दातुं स्वीकृत्य भवान् पश्यतु तत्र प्रथमतया तत्र इत्संज्ञकस्वरः अस्ति खलु, इत्संज्ञकस्वरः कीदृशः उदात्त न इत्संज्ञकस्वरः इत्संज्ञकस्वरः कः ऋकार स्वरितेत् हा स्वरितेत् स्वरितेत् अस्ति चेत् हा इदानीं तत्र धातुः एकाच् अस्ति वा एकाच् अवशिष्टस्वरः कीदृशः हा तस्य तस्य किम् अनुदातः स उदातः कः कीदृशः उदात्तः हा उदात्तः अस्ति चेत् एकाच् उदात्तः अस्ति चेत् हा सत्यम् अस्तु भगिनि अस्तु करोति वा हा करोतु भगिनि गसल्रु इति धातुः अस्ति धातु लुकार ऋकारस्य इत्संज्ञा भवति उदातेत् नहि स्व अनुदातेत् नहि स्वरिते किमर्थम् उदातेत् उदात्तः नास्ति अधो इति रेखा रेखा नास्ति न हा रेखा नास्ति तर्हि तर्हि तर्हि उदात्तः अस्ति उदात्तः रेखा नास्ति इति अनुदातेत् नहि स्वरितेत् नहि उदात्तः अस्ति सत्यम् उदात्तः अस्ति उदात्तेत् शेषात् कर्तरि परस्मैपदम् इति सूत्रेण परस्मैपदी धातुः अदने इति अर्थः अस्ति अण्ड् गसल्रु अवशिष्ट धातुः लौकिकधातुः अस्ति गस् इति धातुः गस् धातोः उच्चिनम् अनुदात्तः अस्ति इति कारणात् अनिट् अनिट् अस्ति और् एकाच् एकाच् एकाच् और् अनुदात्तः अस्ति निषेधकसूत्रम् अस्ति तत्कारणात् धातुः अनिट् अस्ति परस्मैपदी रूपमस्ति गस् योगः शप् योगः इति गसति इति रूपम् हा गसति इति रूपं सत्यं गस् योगः त्रिच् धातुः अनिट् अस्ति इडानुकूलः न भवति त्रिच् त्रिच् प्रत्ययः इडानुकूलः न भवति सो गस्तृ इति त्रिजन्तरूपं हा त्रिजन्तप्रातिपदिकमस्ति गस्तृ गस्तृ गस्तृ प्रातिपदिकं ग्रस्ता ग्रस्त्री ग्रस्तृ गस्तृ गस्तृ गस्तृ गस्तृ गस्ता गस्ता गस्त्री गस्तृ गस्तृ गस्तृ समीचीनम् अस्तु धन्यवादः भगिनि रमातीव्रमन् भगिनी करोति वा करोमि शुडि शुटि शुण्टि शुण्टि न शुट्टि शुण्डि शुटि एव शुटि शुटि शुटि शुटि शुण्डि न शुटि शुटि शुटि उपदेशे अनुनासिक इत् ई अनुनासिक ई इत् संज्ञा अस्ति, अतः शुट् अवशिष्यते. उदात्तः अस्ति अनुनासिक ई, अतः शेषात् कर्तरि सूत्रस्य प्रसक्तिः अस्ति, अतः परस्मैपदी धातु अस्ति. तदनन्तरं पुगन्तलघुपदस्य कारणेन शुट् शप् प्रत्यययोजनेन एकक्षणं प्रथमतया भवती किम् उक्तवती, धातुः परस्मैपदी इति उक्तवती खलु? हा सत्यम्. इदानीं धातुः कीदृशः, धातोः अन्ते कः वर्णः अस्ति? ई अनुनासिक ई, तदनन्तरं शुट् अवशिष्यते. हा हा, यत्र धातोः अन्ते ह्रस्व इकारः अस्ति तर्हि धातोः नाम किं भवति? ह्रस्व इकारः उदात्त, न उदात्त, अतः अनुदात्ताङ्गितात्मने. हा अत्र वदति, हा भगिनि अत्र प्राकृतिककार्याणि चत्वारि कार्याणि सन्ति खलु, तेषु कश्चन अत्र प्रवर्तते वा? इदित् अस्ति, अतः नुम् धातुः अस्य प्रसक्तिः आगच्छति, अतः शुण्ट् भवति वा? नुमागमः भवति, नुमागमः भवति. कुत्र आगच्छति नुमागमः? शुण्ट् प्रीवियस् स्वरा नेक्स्ट् टु दट् शुण्ट् आगच्छति. हा शुण्ट् सत्यं. तदनन्तरं पुगन्तलघुपदस्य तस्य प्रसक्तिः अस्ति. उपधायां कः वर्णः अस्ति? न उपधा न आगच्छति, नुमागमकारणेन न आगच्छति, अतः शुण्टति इति रूपम् आगच्छति शप्रत्ययकारणेन. हा इदानीम् अत्र सन्धिकारस्य अवसरः अस्ति वा इति चिन्तयतु. टकारः अस्ति खलु, महाप्राणटकारः. महाप्राणटकारः न अवगच्छति, न अवगच्छामि भगिनि. इदितो नुम् अनन्तरपदान्तस्य जलि नष्टुः अनुस्वारस्य अनुस्वारः आगच्छति नकारस्य स्थाने, दन्त्यनकारस्य स्थाने अनुस्वारः आगच्छति. अनन्तरम् अनुस्वारस्य यै परसवर्णः इति सूत्रेण मूर्धनकारः आगच्छति, मूर्धनि नकारः आगच्छति, शुण्ट् इति निष्पद्यते रूपं. सत्यं. तर्हि प्रथमतया तत्र नुमागमः शकार उत्तरवर्ती यः उकारः अस्ति तस्य अनन्तरं नुमागमः, नकारस्य अनन्तरं ठकारः जल् वर्णः अस्ति, अतः नश्यापदान्तस्य जलि इत्यनेन नकारस्य अनुस्वारादेशः, तदनन्तरम् अनुस्वारस्य ययी परसवर्णः इत्युक्ते अत्र टवर्गस्य पञ्चमवर्णः णकारः मूर्धन्यणकारः अनुस्वारस्य स्थाने आगच्छति, अतः शृण्टति. ऐ मिस् नुमागम, सो एव्रिवेर् चिन्ता नास्ति. करेक्ट्, चिन्ता नास्ति, चिन्ता नास्ति. अन्ते धातुः अन्ते इकारः अस्ति चेत् चिन्तनीयं. तृच् अपि अस्ति न, तृच्. हा वदतु वदतु. तृच् शुट् अस्ति, उदात्त अनुदात्त स्वरित स्वरः नास्ति, अतः अतः सेट् अस्ति, धातु सेट् अस्ति. इदानीं तु इडागमः बाधकः अपि नास्ति प्रत्ययकारणेन, अनुकूलः अस्ति, अतः शुट् ऐ डोण्ट् नो दिस् पार्ट्. नुमागमः आगच्छति वा न, अहं सर्वत्र आगच्छति, सर्वत्र आगच्छति नुमागमः, धातुः इति अस्ति चेत् सर्वत्र आगच्छति. तु शुण्ठिता, शुण्ठित्रि, शुण्ठितृ, बहु समीचीनं, तथैव सर्वत्र धातुः इति अस्ति इति कृत्वा सर्वत्र नुमागमः अस्ति. इदानीं धातुः शुण्ट् इति अस्ति, शुण्ठयोगः इता शुण्ठिता. ओ अवगच्छामि, ऐ डिण्ट् नो दिस् रूल् भगिनि. तदर्थमेव वयं तु पठितवन्तः, इत्युक्ते यदा धातुः अस्माकं पुरतः अस्ति तर्हि सर्वप्रथमम् अस्माकं कार्यमस्ति इत्संज्ञकवर्णस्य लोपः. तदनन्तरं चत्वारि प्राकृतिककार्याणि सन्ति खलु, प्रथमतया तत्र णोणः, धात्वादेः शहसः, तदनन्तरं उपदादीर्घः, उपदायां च, इदितो नुम् धातोः इति चत्वारि सूत्राणि. अस्माकं धातुविज्ञानं द्वितीयभागे एतानि सर्वाणि पठितानि. तानि अहं न अवगच्छामि कि कृदन्तरूपम् अपि सेम् रूल्स् अप्लै. हा सत्यं, कृत्प्रत्ययः सर्वत्र, कृत्प्रत्ययः यः कोऽपि प्रत्ययः भवतु सर्वत्र, अत्र धातुः अस्ति चेत् सर्वत्र प्राकृतिककार्याणि भवन्ति एव, यत्र अवसरः अस्ति तत्र सर्वत्र भवन्ति, अतः यः कोऽपि प्रत्ययः भवतु तर्हि इदितोनुम् धातोः इत्यस्य कार्यं सर्वत्र भवति. इदितोनुम् धातोः दात्वादे नोनः, देन् दट् शहसः, एण्ड् विच् इस् द फोर्थ् वन्? उपदायां च, उपदायां च इति सूत्रमस्ति, उपदा दीर्घः भवति उपदायां च. हा इत्युक्ते अत्र रेपान्तधातुः, यत्र हलन्तधातुः अस्ति, हलन्तधातुः उपदायां रेपः अथवा वकारः, तस्मात् पूर्वम् इक् वर्णः अस्ति चेत् तस्य दीर्घत्वं भवति. अस्तु उपदायां च, अस्तु भगिनि. तर्हि अग्रे गीताञ्जलि भगिनी वदतु अन्तिमम्. आं भगिनि, कै शब्दे अत्र तु अनुदात् अनुदात् धातु अस्ति, किमपि इत् वर्ण नास्ति अत्र. तदनन्तरं कै एव तिष्ठति, कै योगः शप् योगः, कै कीदृशधातु तु अनु अनुदात् अनुदात् तेत् नास्ति, स्वरि तेत् नास्ति, तदनन्तरं परस्मैपदिशेषात् कर्तरि परस्मैपदम् इति सूत्रं कार्यं करोति. कै योगः भगिनि सम्यक् समीचीनम्, अनुदात्तेत् नास्ति, स्वरितेत् नास्ति इति समीचीनं. तर्हि सः स्वरः कीदृशः? स्वरः तु इगन्तस्वर अस्ति, इदित् धातु अस्ति. न कुत्र अस्ति इदित्? अन्ते तु ऐ अस्ति, इदित् अपि नास्ति. कै शेषात् परस्मैपदी अस्ति न भगिनि, शेषात् कर्तरि? सत्यं सत्यं समीचीनं, परस्मैपदी अस्ति, समीचीनं, बहु समीचीनं. किं वक्तव्यम् इति चेत्, भवती उक्तवती एव अनुदात्तेत् नास्ति, स्वरितेत् नास्ति इति उक्तवती, तर्हि स्वरः इत्संज्ञकः एव नास्ति, अपि च अनुदात्तः अस्ति स्वरः, अतः परस्मैपदी. अस्तु अस्तु, अस्तु, न सम्यक् एव उक्तवती. अनुदात्तः अस्ति, अनुदात् अस्ति चेत् परस्मैपदी धातु कै योगः शप् योगः इति अधुना इगन्त धातु अस्ति चेत् गुणकार्यं भवति. अत्र इगन्तधातुः अस्ति वा? इगन्त अस्ति वा? न, इक् तु नास्ति. इक् इक् प्रत्याहारे के के वर्णाः? अत्र तु इ ऊ ऋ अपि नास्ति, इत्युक्ते इक् इगन्त एव नास्ति. ऐच् अस्ति, इच् अस्ति, किन्तु इक् नास्ति. इच् इच् नास्ति, इक् अस्ति. अस्तु, तदनन्तरं कै योगः अ योगः सि ऐ योगः अ एचोयवायावः अधुना कार्यं करोति. काय योगः अ योगः सि शप् लशकृतद्धिते करण शकार लोपः भवत् तस्य लोपः पकारः लन्त्यं कारणेन. तदनन्तरं काय योगः अ योगः ति कायति इति रूपम् आयाति. बहु समीचीनं भगिनि. अस्तु, अधुना तृच् प्रत्यय विषये कै योगः तृच् अस्ति. किमपि चिह्न नास्ति अत्र, इत्युक्ते धातु तु सेट् अस्ति. चिह्नं नास्ति, चिह्नं कुत्र नास्ति? अत्र तु इत्संज्ञकस्वरः एव नास्ति. अत्र अवशिष्टः स्वरः कः? अवशिष्ट, क्षम्यताम्, अहं चिह्न तु अस्ति भगिनि, अनुदात्त चिह्न अस्ति. अवशिष्टधातु तु अनुदात्त अनिट् अस्ति. अत्र अनिट् अनिट् अस्ति चेत् इदानुकूलता नास्ति. अत्र धातु ततः धातुः अनुदात्तः अस्ति, अतः इदानुकूलता नास्ति. हा, पुनः वदतु भगिनि. धातोः यः अवशिष्टः स्वरः सः अनुदात्तः अस्ति, अतः धातुः अनिट् अनिट् अस्ति. हा, अनिट् अस्ति. अपि त्रिच् प्रत्यय अपि इदानुकूल नास्ति. किमर्थम्? त्रिच् प्रत्यय किं कारणेन इत्युक्ते बलादि नास्ति. बलादिः नास्ति वा? त्रिच् प्रत्ययस्य आदौ कः वर्णः? वसादि नास्ति, किन्तु वलादि अस्ति, अपि च अर्धधातुकः अस्ति. अतः हा, तदनन्तरं अतः किम्? अतः इदानु अतः इदानुकूल नास्ति. किमर्थं नास्ति? आर्धधातुक सेड् वलादेः इति किं वदति सूत्रम्? आर्धधातुक सेड् वलादेः इति सूत्रं किं वदति? अस्तु, चिन्ता नास्ति भगिनि. अत्र विनय महोदय सहायं करोतु. अर्धधातुक सेड् वलादेः इति किं वदति? एकक्षणं भवति. वयं कै धातु सम्बन्धे वदामः. अत्र भवान् वदतु. अत्र भवान् वदतु. कोऽपि चिन्ता नहि. कै धातु, कै धातु? न न महोदय, एकक्षणम् एकक्षणं. भगिनी सर्वम् उक्तवती. अर्धधातुकसेड् वलादेः इति सूत्रस्य अर्थः कः इति एकवारं स्मारयतु. प्रत्यहारे यः यः वर्णः भवन्ति सर्वे बलादि प्रत्ययः भवन्ति. त्रिच् भवति, तव्य भवति, अनियर्ण भवति. अतः त्रिच् भवति प्रत्यय प्रत्ययः आधारेण, परन्तु इडागम अन्यविषयः. यदि अत्र धन्यवादः महोदय. अत्र पश्यतु भगिनि, अत्र अर्धधातुकप्रत्ययः अस्ति त्रिच् प्रत्ययः, वलादिः अपि अस्ति. तर्हि अर्धधातुकसेड् वलादेः इति सूत्रेण प्रत्ययः इडानुकूलः अस्ति. इदानीं ततः अग्रे चिन्तनीयं, त्रिच् प्रत्ययः कृत् प्रत्ययः अस्ति, अतः वशादिः न स्यात्. तर्हि वश् प्रत्याहारस्य वर्णः अस्ति वा आदौ? तकारः तु वश् प्रत्याहारे नास्ति खलु? वश् नास्ति, अतः इडागमस्य निषेधः नास्ति. इडागमः भवितुम् अर्हति. धातुः सेट् अस्ति चेत् इडागमः भवितुम् अर्हति. अतः सर्वत्र, अत्र सर्वत्र वयं पश्यामः चेत् त्रिच् प्रत्ययः, त्रिच् प्रत्ययस्य इडानुकूलता वर्तते एव. अस्तु, अवगतं वा? एकनिमिष भगिनि. त्रिच् तु वलादि अस्ति, वलादि अस्ति चेत् इडानुकूल अस्ति. किन्तु कृत् त्रिच् कृत् प्रत्यय अपि अस्ति. कृत् अस्ति किन्तु वशादि नास्ति. वशादि निषेधः नास्ति, अतः अतः इडानुकूलनिषेधः नास्ति. सत्यम्. अस्तु, इदानीम् अत्र त्रिच् प्रत्ययरूपं वदतु. त्रिच् प्रत्ययान्तरूपं, त्रिच् प्रत्ययान्तरूपं तु धातु तु कै. कै योग त्रिच् तु देन् कैता. हा सत्यं, कैतृ इति प्रातिपदिकं. कैता, कैत्री. न अत्र, हा एकक्षणं एकक्षणम् एकक्षणम्, अत्र अन्यत् कार्यमस्ति, अन्यत् कार्यमस्ति. धातुः कीदृशः? यजन्तः अस्ति. यजन्तः अस्ति चेत् किं भवति? आकारः भवति, भवति. यथा वै इति धातोः विषये उक्तमासीत्, अर्धधातुक यत्र अर्धधातुकप्रत्ययः परः अस्ति, त्रिच् इति प्रत्ययः अर्धधातुकः अस्ति. तर्हि यः कोऽपि अर्धधातुकप्रत्ययः भवतु, एजन्तधातोः आत्वं भवति. अतः ऐकारस्य आत्वं कायोगः तृ, कातृ काता इति रूपम्. आदेच आदेच उपदेशे शिति. भगिनी अवगतं वा? क्षम्यतां भगिनि, किमपि दोषः, चिन्ता नास्ति. तत्र त्रिच् प्रत्ययस्य विषये वयं न पठितवन्तः, परन्तु धातुः सेट् वा नेट् वा, प्रत्ययः सेट् वा नेट् वा, इदानुकूलः वा न वा इति स्मर्तव्यं. तर्हि अस्माकं पुरतः धातुः सेट् वा नेट् वा इत्यस्य कृते त्रीणि सूत्राणि सन्ति. अनुदात्तनित आत्मनेपदं, स्वरितनित कर्तृभिप्राये क्रियापले, तदनन्तरं शेषात् कर्तरि परस्मैपदम् इति त्रीणि सूत्राणि. अनन्तरं प्रत्ययः इदानुकूलः न वा इत्यस्य कृते सूत्रद्वयम्, अर्धधातुकसेड् वलादेः इति एकं सूत्रं, येन इडागमस्य विधानं भवति. परन्तु प्रत्ययः कृत् अस्ति चेत् इतोपि एकं सोपानम् अस्ति, नेड् वशीकृति इति सूत्रेण कृत् प्रत्ययः वशादिः न स्यात्, वशादिः अस्ति चेत् इडागमस्य निषेधः भवति, तावदेव। अस्तु अस्तु भगिनी, समीचीनम्। इडागमः भवति वा न भवति वा? आकारं भवति, इडागमः न भवति न? अकारान्तधातूनाम् इडागमः निषेधः अस्ति, अकारान्तधातूनाम् इडागमः न भवति कुत्रापि। एजन्तधातोः आत्वं भवति तदानीमपि तत् अनुदात्तस्वरः एव अस्ति, स्वरस्य परिवर्तनं नास्ति, अनुदात्तस्वरः एव अस्ति। अतः एकाच् उपदेशेनुदात्तात् इति सूत्रेण एकाच् धातुः अनुदात्तः अपि अस्ति, अतः इडागमः निषेधः। अस्तु, तर्हि अभ्यासः समाप्तः। तर्हि इदानीम् अस्माकं अष्टाध्यायी इति विषये किञ्चित् पश्यामः। अत्र सर्वेषां पुरतः पी डी एफ़् अस्ति वा भगिनि? किम् एकः प्रश्नः अस्ति, इदानीं प्रत्ययः तप्रत्ययः न चेत् तप्यप्रत्ययः न तप्रत्ययः न चेत् तवत् प्रत्ययः इति चेत् कथं भवति व्यवहारः? एवमेव भवति भगिनि, एवमेव भवति, न कोऽपि भेदः, एवमेव भवति। किन्तु तत्र तप्रत्ययः तु ककारः आगच्छति खलु, पुनः तत्रापि गुणस्य विषये चिन्तनीयं, गुणः भवति न वा इति चिन्तनीयं, सामान्यचिन्तनमेव, न कोऽपि विशेषः। त्रिच् प्रत्ययः कित् नास्ति, अतः गुणनिषेधः नास्ति, परन्तु तप्रत्ययः तत्र कित् अस्ति, अतः गुणनिषेधः भवति, तावदेव भेदः, तावानेव भेदः। गुणनिषेधः, ओके, अस्तु, चिन्तयामि पुनरेकवारम्। अस्तु, धातु स्वर्ण संयोगधातु पाठकरपत्रम् अस्ति, तत्र गस्लु आदने धातु पश्यामि, अस्मिन् करपत्रे घा अनुदात्त नास्ति, चिह्नं नास्ति, परन्तु इदानीं पश्यामि करपत्रे हियर् घा इति अनुदात्त चिह्नमस्ति, किञ्चित् अनुदात्तचिह्नम् अस्ति एव महोदय, अनुदात्तचिह्नम् अस्ति एव, अत्र धातुः अनिट् अस्ति, यतोहि तत्र लुट् लकारे अपि पश्यामः चेत् गस्ता इति एव रूपम् अस्ति, गस्ता गस्तारौ, तत्र कुत्रापि इदागमः नास्ति, अतः अत्र चिह्नं भवेत् एव, धातोः अधोभागे रेखा भवेत् एव, यतोहि रूपाणि पश्यन्ति चेत् कुत्रापि इदागमः नास्ति, अतः धातुः अनिट् इति धातुः अनिट् इति अवगच्छामः। अस्तु भगिनी, धन्यवादः। नुमागमविषये अत्र इदितो नुम् तत्र भवती यदा पाठितवती तत्समये किमर्थं लौकिकरूपं शुण्ट् इति एव नास्ति इति भवती किमपि उक्तवती, तत् इदानीं स्मर्तुं न शक्नोमि किमर्थं शुण्ट् इति एव। न, तत्र प्रश्नः उदेति, तत्र औपदेशिकधातौ एव किमर्थं नकारः नास्ति, किमर्थं नकारः आनीयते इति प्रश्नः खलु, तत्र किमर्थं नकारः आनेतव्यः, मूलधातौ एव स्यात्, किमर्थं तत्र इदितोनुं धातोः इति सूत्रस्य आवश्यकता किमर्थम् इति प्रश्नः। तदर्थं किमुक्तमासीत् इति चेत्, केचन धातवः सन्ति येषां कृते मूले एव नकारः अस्ति, तेषां नकारस्य लोपः भवति यदा कित् नित् प्रत्ययः परः अस्ति। अस्तु, मूले एव नकारः अस्ति चेत् तेषां लोपः भवति कित् नित् प्रत्ययः परः अस्ति इति, परन्तु यदा इदितो नुम् धातोः इत्यनेन नुमागमः आनीयते तादृशनकारस्य लोपः न भवति एव. कित्नित्प्रत्ययः परः अस्ति चेत् अपि तादृशनकारस्य लोपः न भवति. तादृशनकारः तिष्ठति रूपेषु, नकारः आवश्यकः अस्ति रूपे, अतः मूले न क्रियते. मूले क्रियते चेत् तस्य लोपः भवति. तत्र शुण्ठवान् इत्येव भवति, तदेव खलु. हा, शुण्ठवान् इत्येव भवति, न तु शुण्ठवान्. हा, सत्यम्. अस्तु अस्तु, अग्रे सारे भगिनि, संशय भगिनि, कै धातोः तृच् प्रत्यये परे काता इति भवति अन्तिमरूपं. यदि घट प्रत्ययः परे आत्वं भवति किल, आत्वं तत्र तत्र तत्रापि आत्वं भवति. सो कातः भवति यद् सत्यं, कातः काता काता स्त्रीलिङ्गपदं काता तृच् प्रत्यय पदं समानमेव. तादृशमस्ति, तादृशमस्ति सन्दर्भमनस् सन्दर्भमनुसृत्य पश्यामः. हा, भवितुमर्हति, परन्तु तादृशं तादृशं भवितुमर्हति. अत्र का इति धातोः क प्रत्ययस्य कृते तत्र किमपि विशिष्टम् अस्ति वा इति चिन्तनीयं, तत्र द्रष्टव्यं. परन्तु यद्भव भवति इदानीं वदति का योगः त कातः इति, तादृशं समीचीनम् इति भाति, परन्तु तत्र किमपि विशिष्टसूत्रं किमपि कार्यं करोति वा इति इतोपि द्रष्टव्यं. परन्तु चिन्तनं समीचीनम्, रूपं समानं स्यात्, तादृशं बहुत्र दृश्यते रूप. अत्र षष्टिविभक्तौ पञ्चमीविभक्तौ द्विवचने न एकवचने रू न पञ्चमीविभक्ति षष्टिविभक्ति द्विवचने रूपं समानं खलु. एवमेव तत्र तादृशं बहुत्र अस्ति. सप्तविभक्तौ षष्टिविभक्तौ द्विवचने न चतुर्थीविभक्तौ पञ्चमीविभक्तौ रूपं समानं. षष्टि एकवचनं, द्वितीयविभक्ति बहुवचनं, षष्टि विभक्ति एकवचनं. हलन्तधातूनां कृते, हलन्तधातूनां कृते इति तादृशं बहुत्र अस्ति. बहुत्र अस्ति तादृशम्. अस्तु, तर्हि इदानीं तत्र पी डि एफ् अस्ति वा सर्वेषां पुरतः? अष्टाध्यायी इति पी डि एफ् अस्ति वा? अस्तु, सर्वे कृपया उद्घाटयन्तु. मया प्रेषितमासीत् मम ई पत्रे. तत्र अधुना अत्र भगिनी अष्टाध्यायी इति ग्रन्थस्य मानचित्रं प्रदर्शयति. तत्र किं वक्तव्यम् इति चेत् केचन विषयाः नूतनाः, केचन विषयाः यद्वयं पूर्वमेव पठितवन्तः तस्य पुनःस्मरणरूपेण भगिनी पुनः एकवारं स्मारयति. अत्र वयं किं कुर्मः इति चेत् भगिनी एकं स्लैड् पाठयति, तदनन्तरं वयं किञ्चित् चिन्तनं कुर्मः. तस्मिन् विषये प्रश्नाः सन्ति वा अथवा तत्र अवगमनं जातं वा इति एकवारं पश्यामः. यत्र पुरातनविषयः अस्ति तत्र अधिकं चिन्तनं न कुर्मः, केवलं पुनःस्मरणम् एव. अस्तु अस्तु भगिनि, तर्हि रमा भगिनि कृपया आरम्भं करोतु. धन्यवादः. एनाक्षरसमां नायम् अधिगम्य महेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः. वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिं पाणिनीं सूत्रकारं च प्रणतोऽस्मि मुनित्रयम्. स्लैड् त्री ऑन् द पी डि एफ़्. लिटल् बिट् आफ़् बेक्ग्रौण्ड्. अहं संस्कृतव्याकरणम् अधिकं न जानामि, किन्तु यदा अहं व्याकरणं पठितुम् आरम्भं कृतवती तदा बहुविधाः समस्याः अनुभूताः. त्रिविधाः समस्याः आसन्. प्रथमं संस्कृतं सम्यक् न जानामि, वक्तुं न जानामि. द्वितीयं, कथञ्चित् संस्कृतम् अवगच्छामि चेदपि शास्त्रीयसंस्कृतम् अथवा पाणिनीयं यत् संस्कृतमस्ति तत् न अवगच्छामि. तृतीयं विषयम्, अत्र बहवः नूतनविचाराः अधीताः यत् स्मरणे न तिष्ठन्ति. लैक् वाट् हेपेन् टुडे, ऐ कुडेण्ट् रिमेम्बर्, सो ऐ डिसैडेड् टु मेक् दिस् प्रेसेण्टेशन्, दट्स् आल्. ओके, सो इन् द इनिशियल् मन्त्स् मै जर्नी स्टार्टेड् अरौण्ड् जान्वरी. सो इन् द इनिशियल् मन्त्स् जस्ट् टु मेक् श्योर् दट् ऐ हेव् आल् द की कान्सेप्ट्स् इन् वन् प्लेस् ऐ मेड् दिस् प्रेसेण्टेशन्. ओके, And I can tell you that in my years of experience, I have not seen a text as comprehensive and as complex as this, which requires so much of wiring in the memory. So that is why I have made this, and I thought I will just present this today. Slide 4. आदो पाणिनेः विषये किञ्चित् जानीमः. पाणिनिः फादर् आफ् लिङ्ग्विस्टिक्स्, अस्य प्रपञ्चे एव भाषाशास्त्रस्य जनकः इत्येव प्रख्यातः अस्ति. व्याकरणस्य यद्यपि बहूनि व्याकरणानि सन्ति, वयम् इदानीं यत् व्याकरणं पठामः तस्य मूलपुरुषः पाणिनि एव. सो फार् आल् the various types of grammar that we are studying, Panini only is the original, and Ashtadhyayi is the original source, but before him several people worked, so we will talk about it also a little bit. So Panini's birth date was around 4th, 5th or 6th century BC, and Panini was born in Shalatula, a town near Attock on the Indus River in present day Pakistan. And most scholars agree that Panini's Ashtadhyayi is at least 2500 years old. And there's a very interesting story about Panini. I'll just take 1 minute to talk about it. Apparently, one day a palmist came to see him, his father, and this boy showed the boy's hand to the palmist. And the palmist said, "Oh, this boy does not have education line at all." Okay, so this boy was around 5 years old or whatever, around that age. After some time, he came back with his hand bleeding. Okay, and then he showed it to the palmist, and there was a big line that the boy, such a small boy, had made, and asked the palmist to check whether he had an education line. Such was the greatness of Panini, or an indication from Ishwara that he was going to be such a great person. Okay, and very important thing is, most often we all forget, it happens even, you know, to me initially, grammarian does not make the language, okay. He is taking the existing language and fitting into the framework. Because of that, his work is so much more difficult. An example is, how nice it would have been if Ramaihi and Haribihi were, you know, appearing the same. We don't have to bother about ikaranta, ukaranta, right, akaranta, etc. But the reason is because the grammarian is not that, you know, like a person goes to, you know, the potter and says, "I want all these kinds of pots, you make it and give. I will take it and arrange it in the kitchen." No, a grammarian cannot take, okay, I am making nouns this way, verbs this way, and then you make it. It doesn't work. You construct a language out of it. It's the reverse. So that is why the problem comes and the complexity comes, right? So I'll go to the next slide, which is slide 5. So the big picture, right? Paninehe mukyaha kritihi ashtadhyayi asti. Ashtadhyayaha stula parichayam kinchit prapnumaha. Ashtadhyayi namaka tasyaha vyakarane kim Thanam, So Ashtadhyayi has actually the Sanskrit grammar has 4 distinct components. Ashtadhyayi is a system of around 4000 grammatical rules called Sutrani, and other than Ashtadhyayi we have Shiva Sutrani, the inventory of what we call as the phonological segments, which is basically, you know, our Maheshwara Sutrani. It is also called Maheshwara Sutrani. Right? There are various names for the same Shiva Sutrani. The third one is the Dhatupata, the list of 2000 verbal roots. And then the fourth one is Ganapataha. It is an appendix to the Ashtadhyayi. And there are classes of words. I didn't know about this until, you know, I actually started looking at the big picture. That Ganapataha is an appendix to Ashtadhyayi. And for example, Sarvadigana, Pradigana, they are all examples. You have a set of 35 words there, okay, in Sarvadigana, which is for people who understand, I don't know if any of you have programming background, the Ganas are like data classes which are kept outside, and you know, Panini would refer to them in Ashtadhyayi. So So these are the four parts of, I would say, the grammar and how they are connected to Ashtadhyayi. Vidya Bhagini, I'll stop here because I think this is an important point. Yeah, Astu Bhagini. Atra Uma Bhagini, kim avagatam atra? Uma Bhagini, asti. Ashtadhyayi, the rules are, sutrani, niyatam vadanti, माहेश्वरसूत्राणि प्रत्याहारः वदन्ति अण्ड् धातुपाठः धातूनां प्रति वदन्ति गणपाठः अस्ति गणपाठः स्पेशल् प्रादिगण स्वादिगण प्रत्येकं प्रत्येकं क्लासिफैड् समीचीनं भगिनि सम्यक् तर्हि एतावता अस्माभिः किं पठितं शिवसूत्राणि माहेश्वरसूत्राणि तु पठितानि वयं जानीमः माहेश्वरसूत्राणि अष्टाध्यायी इति ग्रन्थात् तत्र कानिचन सूत्राणि अपि पठितानि खलु तर्हि अष्टाध्यायी इति ग्रन्थः तु परिचितः एव तदनन्तरं धातुपाठः इति अपि परिचितः तत्र धातुपाठे द्विसहस्रम् उपद्विसहस्रं दातवः सन्ति इति अपि वयं जानीमः एतावता गणपाठस्य विषये अधिकं न ज्ञातवन्तः परन्तु ये जनाः अस्माकं समासवर्गे सन्ति ते तु जानन्ति तत्र चादिगणः चादयो सत्त्वे इति सूत्रम् अस्माभिः पठितं तदनन्तरं तत्र प्रादयः इति सूत्रमपि पठितम् तर्हि तत्र गणस्य उल्लेखः अस्ति चादिगणः चादयो सत्त्वे तत्र चादिगणः इति उल्लेखः अस्ति इति तादृशगणाः सन्ति ये गणाः गणपाठः इति उच्यते यत्र गणस्य सदस्याः के इति उल्लेखिताः सन्ति तस्य गणस्य साक्षात् गणे ये शब्दाः सन्ति तेषाम् उल्लेखः अष्टाध्याय्यां नास्ति अष्टाध्याय्यां केवलं गणस्य सूचना एव अस्ति तर्हि गणे के के सदस्याः इति ज्ञातुं गणपाठं पश्यामः अस्तु अस्तु भगिनि अन्तर्भूता खलु किं महेश्वरसूत्राणि अष्टाध्याय्यां तु अस्ति एव न अन्तर्भूता प्रथमः अष्टाध्याय्यां चतुर्दशसूत्राणां तु महेश्वरसूत्राणि इति नाम खलु सत्यं सत्यं महेश्वरसूत्राणि सन्ति परन्तु ते तानि सूत्राणि पृथक् सन्ति ते अष्टाध्यायाः भागः नास्ति तानि न तत्र अन्तर्भूताः न अस्तु भगिनि भगिनि पाणिनीयशिक्षा कृति तस्मिन् अन्तर्भूतः अस्ति वा या पृथक् किम् अन्तर्भूतः पाणिनीयशिक्षा इति पाणिनीयशिक्षा इति पृथक् ग्रन्थः अस्ति यत्र उच्चारणस्य विषये अधिकः उल्लेखः अस्ति शिक्षा इति ग्रन्थः पृथक् अस्ति भगिनि गणपाठे गण इति दशगणः एव सूचयति न दशगणः नास्ति गणः इत्युक्ते ग्रूप् इति अस्ति गणः इति तत्र दशगणाः सन्ति धातुगणाः इति नास्ति सर्वादिगणः प्रादिगणः उपसर्ग प्रादयः इति वदति प्रादिगणः सर्वादिगणः अपि अस्ति उनादि इति प्रत्ययः उनादि इति प्रत्ययः उनादि तत्र उनादिपाठः इत्यपि पृथक् अस्ति उनादिपाठः इति पृथक् अस्ति यत्र उनादिसूत्राणि सन्ति उनादिसूत्राणाम् उल्लेखः तत्र एकस्मिन् सूत्रे अष्टाध्याय्याम् उणादिः इत्यस्य उल्लेखः अस्ति परन्तु उणादिसूत्राणि कानि इति अष्टाध्याय्यां न सन्ति एकं सूत्रम् अस्ति सर्वादीनि सर्वनामानि इति वाट् इट् सेस् इस् सर्वादीस् गेट् द सर्वनामसंज्ञा सर्वादिगणः इत्युक्ते सर्व विश्व उभ उभय अन्यतर इतर एतत् सर्वाणि एतानि 35 वर्ड्स् आर् देर् इन्क्लूसिव् आफ़् युष्मद् अस्मद् भवतु किम् एक द्वि अदस् इदम् एतद् आल् आफ़् देट् सत्यं भगिनी भगिनी धातुपाठ अन्तर्भूता तु दश धातूनां गणाः सन्ति किन्तु गणपाठस्य अन्तर्भूता तु बहुषु गणाः सन्ति ते सर्वे सुबन्तानि पदानि गणाः एव न भगिनि सुबन्तानि एव इति न वक्तुं शक्यते तत्र प्रायेण सुबन्तानि इति वक्तुं शक्नुमः परन्तु धातूनां विषये अपि गणपाठे अस्ति वा इति चिन्तनीयं द्रष्टव्यं यतोहि धातुपाठे अपि अन्तर्भूतः एकः गणपाठः अस्ति गणसूत्रम् अस्ति धातुपाठे एव गणसूत्रम् अस्ति परन्तु गणपाठे तत्र सूत्रेषु अष्टाध्यायी इति ग्रन्थे यत्र यत्र सूत्रेषु गणस्य उल्लेखः अस्ति तत्र गणपाठे उल्लिखिताः तत्र धातोः विषये अपि इदानीम् अत्र पश्यतु वचिस्वपि अजादीनां किति एकं सूत्रमस्ति तत्र यज् इति यजादि इति उक्तमस्ति तर्हि यजादिगणे के धातवः सन्ति इति न जानीमः गणपाठं पश्यामः चेदेव जानीमः यजादिगणे तर्हि तत्र धातोः विषये अपि भवति सर्वाणि पदानि अत्र आयाति गणपाठे हा सूत्रेषु यत्र यत्र गणस्य उल्लेखः अस्ति तत्र सर्वत्र गणस्य के सदस्याः इति गणपाठे उल्लेखिताः भवन्ति पुस्तकम् इति नास्ति तत्र परिशिष्टः अपेण्डिक्स् परिशिष्टमस्ति कस्य परिशिष्टः अष्टाध्यायी इति ग्रन्थस्य परिशिष्टम् परन्तु अस्माकं पुस्तके नास्ति अस्माकं पुस्तके नास्ति परन्तु परन्तु तत्र सिद्धान्तकौमुदी अथवा अन्यत् अन्य कोऽपि ग्रन्थः अस्ति चेत् तत्र भवति बृहत् एव बृहत् इत्युक्ते अष्टाध्यायी इति ग्रन्थ तावान् बृहत् इति नास्ति परन्तु तत्र भगिनी भवत्याः PDF अथवा किमपि अस्ति किं गणपाठविषये PDF नास्ति भगिनि PDF नास्ति मम पार्श्वे कति गणाः अग्रे तस्मिन् विषये तोपि दृष्ट्वा एव वक्तुं शक्नोमि भगिनि गणपाठे कति गणाः सन्ति इति तादृशं मम पार्श्वे कौण्ट् नास्ति ओके ऐ विल् कण्टिन्यू एकविषयं स्मर्तव्यम् ऐ एम् आन् स्लैड् 6 ओके एकविषयं स्मर्तव्यं पाणिनेः अष्टाध्यायी अथवा व्याकरणं प्रथमं व्याकरणम् अपि न अन्तिमं व्याकरणम् अपि न पाणिनेः पूर्वमपि बहवः वैयाकरणाः आसन् बहूनि व्याकरणानि आसन् पाणिनेः अनन्तरमपि बहूनि व्याकरणानि निर्मितानि तथापि अष्टाध्यायी एव अत्यन्तं प्रसिद्धा जनमान्य च अस्ति अष्टाध्यायी जगन्माता इत्येव उच्यते तत् किमर्थं किम् अस्ति अष्टाध्यायं यत् पाश्चात्या अपि एतत् पठितुम् इच्छन्ति वै इस् इट् सो गुड् रैट् सो ऐ ट्रै टु पुट् डौन् संथिङ्ग्स् हियर् वाट् मेक्स् अष्टाध्यायी युनीक् इट्स् द मोस्ट् काम्प्रिहेन्सिव् ग्रामर् फ्रेम्वर्क् अवेलेबल् इन् दिस् वर्ल्ड् Okay, it caters to both Vedic and classical Sanskrit and it documents see, what happened was Panini went around from Pakistan, Afghanistan side right up to Vietnam and all of the Southeast Asia okay so and south north of India today's India and then he collected all the dialectical differences and managed to compress it into this framework so it gives place for views of the earlier grammarians right and he actually mentions 11 grammarians earlier to him in the Ashtadhyayi itself so Lopa Shakalyasya very famous one right it means that there is somebody called Shakalya that he had referred to then there is some Rito Bharadwaja so he is referred to Bharadwaja like that there is proof, evidence that he has actually seen 11 grammarians work, right? And also he takes care of creating a sutra if he is not able to accommodate one particular word, right? This han dhatu, he takes so much care, right, to create the sutra for that, right? So the aim was to cover the language completely as he knew it at that point in time, and he obviously knew it very well because he had gone all the way from Pakistan, Afghanistan to the southeast side, covering all the dialectical differences, right? So therefore, because of this, what has happened is that it succeeded in eclipsing all other earlier works, and no later work has ever come anywhere close to this, right? So the next slide, slide 7, actually I tried to put this in because I was presenting to a computer science student, and I was saying that through pattern recognition, the modern day pattern recognition that you see in computer algorithms, Panini has created a framework. It's such a beautiful framework that you actually see modern concepts of Java programming language here. So those four terms, for those of you who don't know programming, you can leave it, but otherwise we can have a discussion later on: encapsulation, abstraction, polymorphism, extension, right? Extension, loto languvatu is an extension. So I'll come to madam, it when madam, what does encapsulation mean? Encapsulation means, that's why you don't bother about it. In the computer language, you cover the internal working of the the module or the code, and you expose only the outside. So there are a lot of things that happen inside the sutra which is not needed sometimes. So all of these you see in different parts of the design which Panini has thought through. The easiest one to understand is extension, right? See, in extension you don't repeat the same thing again and again. For instance, take loto langvatu, right? So he has taken the framework that he uses for deriving the prakriyas in the lang lakara, and then he says loto lang vata. So you start off with the base of lang and only add the additional prakriya, additional steps to the lot prakriya. So that is, he is using the already present framework to extend. So all of these are modern computer programming language practices which we thought that they're all discovered now. This is all there in Panini's grammar. That's all I wanted to make a passing remark here. Can you give an example of polymorphism also, please? Polymorphism also in lakaras you see a lot. If you want specific sutras, I'll have to pick them up and tell you where I've seen abstraction, encapsulation, all of them. They're all there in the lakaras if you see. So okay, I'll pick these up and send it to you separately, okay? Thank so, you. I think it will also present a one-liner. But please don't send it separately. We're all interested. Okay, no problem. Mahiyam preshayetu, Bhagini. Okay, I will first sit and work on the sutras because I see the few of them I remember, like this loto langvatu. I'll go back and pick some more and send it to you. And I will also give an explanation, one-line explanation. Yeah, if you can, as to what those concepts are, encapsulation, abstraction, because we are not all CS majors. That's why, actually, this was borrowed from a presentation that I made to a computer engineer. That's the reason why it's there. Anyway, I'll come back to this. So basically what I was trying to say is Panini has really, really used the highest level of knowledge compression. This entire thing, he has managed to put it into sutras, and the beauty of it is most of the sutras are exceptions. If you actually see about, maybe I'm exaggerating a little bit, but I have a set of about 400 sutras now, and I think it covers, Vidya Bhagini can validate, 400 sutras almost cover most of the basic stuff that we need to get around in the first 2 years of our grammar study. That's all you actually need in the initial 2 years. When you become an expert, you need the rest of it. So what I'm trying to say is the grammar has been really, really compressed. And if you look at the book, one-third is introduction, one-third is index. The main subject matter is around 100 pages, which includes the notes also. So extremely brief for the comprehensiveness, and it's ancient at the same time. 2500 years, Sanskrit grammar has not been, you know, changed too much, only because of this reason, while all other languages have undergone so much of change. If you, even you take English, if you see the English of so many years back, you won't be able to understand. But Sanskritam, we are able to understand, and that itself is one of the reasons, is because of this, because Panini's grammar is so comprehensive, right? So systematization of the language, right, is the most important aspect. And very significant aspect that I missed is the word list is extendable with the existing framework. Okay, any number of words you can make newly with the existing framework, there are rules for it. So today, if there is a computer coming up, they can just figure out how to get a word for it, whether it is a computer, internet, whatever it is, right? You know the new terms used for all of them, right? So that's the point I wanted to talk about this, but it's not so relevant for our grammar class. So let me proceed to the next one. Ashtadhyayi Vyakaranasya Moola Granthaha, right? Basically, Vyakaranasya Moola Granthaha Ashtadhyayihi Asti, Kintu Vyakarana Parampara Bahu Visrita Asti. Tatra Anye Ke Mukhya Granthaha Iti Kinchit Pashyamaha. So this is in slide 8. Basically, Ashtadhyayi is a very, very important book, but traditionally, or I would say in the last 10 years, people don't study that first. The reason is, for instance, as I have this example from Dr. Soumya Krishnapur Bhagini, whenever you go to a forest, right, a big forest, you have the option of either doing a one-hour tour, right, which is, say, in a van safari, they'll take you through a particular way and bring you back, right? There will be only a particular place where they will stop and they'll, from the window they'll say, look at that lion, look at the zebra, right? So you just see that and come back. Or you have the choice of doing a three-day immersion experience, or you can become an animal behaviorist and spend 15 to 20 years with tigers and its tribes, etc. Now if you see, the tradition is to start with Laghu Siddhanta Kaumudi, which is like a van safari, okay? So it only covers very, very basic kind of sutras that are needed for us to navigate, right? So if you see the work here that I've listed in it is Mahabhashyam of Patanjali, which is a bhashyam on Ashtadhyayi, right? Then you have Vartikakaras like Vararuchi, Katyayana, etc., who have written Vartikam, right? And then there's Kashika Vritti by Vamana Jayaditya, and then you have Vaiyakarana Siddhanta Kaumudi, which is a different approach. The first three are not different approaches. They are the Bhashyam, commentary or Vartikam on the Ashtadhyayi. Whereas Bhattoji Dikshita was the first person to use a different approach to studying Ashtadhyayi, which is Vaiyakarana Siddhanta Kaumudi and Laghu Siddhanta Kaumudi. For example, I'm just giving you a simple example. In Laghu Siddhanta Kaumudi, you have a Sandhi Prakaranam, right? And you have the it separately. You have the Sanya Prakaranam and the Sandhi Prakaranam. Now in Ashtadhyayi, the Sandhi, if you take especially, it is strewn all over the place, right? So these were some benefits of, the newer approaches. But certain Shuddha Vaiyakaranas don't accept alternate approaches. They prefer the traditional approach that was adopted in Gurukulam, where they used to get by heart the entire Ashtadhyayi first and then do the studies, right? So Pushpa Dikshit Mataji, who is of course our Swaroop Mahodaya and Sri Vidya Bhagini and all their, parampara, Pushpa Dikshit Mataji is a pioneer in today's world who has approached the whole thing with a totally new and novel approach, which I'm sure Sri Vidya Bhagini will teach us all. So I'll stop here, Vidya Bhagini. समीचीनं भगिनि, बहु समीचीनम्. अत्र कोऽपि प्रश्नः अस्ति वा? अस्तु भगिनि, अग्रे. भगिनि, गो अहेड् प्लीज़. भगिनि, सो भट्टोजी दीक्षित् हेड् अ न्यू अप्रोच्, बट् And Laghu Siddhanta Kaumudi is also a new approach, Bhagini? Yes, yes, both of them. And they came after Panini. All of these are based on Ashtadhyayi. Okay. The approach is different. That's why I gave you this example of van safari, immersion experience and 15 to 20 years experience. So Mahabhashyam would be this animal behaviorist kind of work. So if you want a quick introduction and out, then you would do Laghu Siddhanta Kaumudi. And also Vyakarana Siddhanta Kaumudi. Vyakarana Siddhanta Kaumudi is very comprehensive, but it's a different approach based on the Ashtadhyayi only. अत्र भेदः कः इति चेत् वैयाकरणसिद्धान्तकौमुद्यां प्रक्रियामाश्रित्य लिखितमस्ति वैयाकरणसिद्धान्तकौमुदी इत्युक्ते अष्टाध्यायीक्रमेण सूत्राणि न लिखितानि इत्युक्ते अत्र यथा भगिनी उक्तवती तत्र सन्धिप्रकरणम् इति एकं प्रकरणम् अस्ति तत्र सन्धिसम्बद्धसूत्राणि सन्ति एकं सूत्रं षष्टाध्याये भवेत् एकं सूत्रम् अष्टमाध्याये भवेत् तत्र न कोऽपि सम्बन्धः तत्र अष्टाध्यायीक्रमेण सूत्रस्य अध्ययनं न भवति परन्तु प्रक्रियाम् आश्रित्य तर्हि सन्धिप्रकरणम् इति एकं प्रकरणम् अत्सन्धिप्रकरणं तदनन्तरं हल् सन्धिप्रकरणं स्वरादयः इति स्वरसन्धि विसर्गसन्धेः विषये तदनन्तरं समासप्रकरणं कारकप्रकरणम् इति तादृशप्रकरणानि सन्ति यत्र प्रक्रियाम् आश्रित्य ग्रन्थं लिखितमस्ति ग्रन्थः लिखितः अस्ति परन्तु लघुसिद्धान्तकौमुदी अपि सिद्धान्तकौमुदीम् आश्रित्य एव लिखितमस्ति परन्तु लघुसिद्धान्तकौमुद्यां कः भेदः सिद्धान्तकौमुदी अपि च लघुसिद्धान्तकौमुदी तयोः कः भेदः इति चेत् लघुसिद्धान्तकौमुद्यां सर्वाणि सूत्राणि न तत्र लिखितानि सिद्धान्तकौमुद्यां यानि सूत्राणि लिखितानि सिद्धान्तकौमुद्यां तु सर्वाणि सूत्राणि लिखितानि अष्टाध्यायां यानि यानि सूत्राणि सन्ति तेषां सर्वेषाम् उल्लेखः अस्ति परन्तु अष्टाध्यायीक्रमेण नास्ति परन्तु प्रक्रियाक्रमेण अस्ति लघुसिद्धान्तकौमुदी अपि प्रक्रियाक्रमेण एव अस्ति परन्तु सर्वाणि सूत्राणि न उल्लिखितानि इतोपि कन्सैस् अस्ति केवलं मुख्यसूत्राणामेव विषये महोदय अत्र एकः प्रश्नः अस्मिन् कक्षायाम् अस्माकं कक्षायां कक्षा वैयाकरणसिद्धान्तकौमुदी दृष्ट्वा विरचितं वा नो चेत् भेदः अस्ति चेत् कः भेदः हा अस्माकं कक्षायां कः भेदः इति चेत् वयं वैयाकरणसिद्धान्तकौमुदीं ग्रन्थम् आश्रित्य इत्युक्ते तादृशक्रमेण वयं न पठामः तादृशक्रमेण पठनेन कः क्लेशः इति चेत् भ्रमात्मकं भवति सिद्धान्तकौमुदी ग्रन्थम् आश्रित्य वयं पठामः चेत् भ्रमात्मकं भवति किमर्थम् इति चेत् तत्र उदाहरणार्थम् अहं वदामि अत्र अत्र क्रियापदस्य विषये पश्यामः चेत् लट् लोट् लङ् विदिर्लिङ् वयं किं कुर्मः लट् लोट् लङ् विदिर्लिङ् इति सार्वधातुकलकारः अपि च अन्ये लकाराः आर्धधातुकलकाराः इति वयं वदामः तर्हि किमर्थं तथा वदामः इति चेत् लट् लोट् लङ् विदिर्लिङ् तत्र सर्वत्र प्रक्रिया समाना भवति परन्तु अपरेषु लकारेषु प्रक्रिया भिन्ना अतः तेषां तादृशसङ्ग्रहणं भवति परन्तु सिद्धान्तकौमुद्यां कथं भवति इति चेत् यदि तत्र लकाराणां विषये पठितुम् इच्छति चेत् सर्वेषां लकाराणां विषये एकत्र उल्लेखितः भवति लट् लोट् लङ् विधिर्लिङ् लिट् तर्हि एकं धातुं स्वीकृत्य भू इति धातुं स्वीकृत्य तस्य लट् रूपं लोट् रूपं लिङ् रूपं सर्वाणि रूपाणि प्रदर्शितानि तत्र प्रक्रिया भिन्ना भवति अतः भ्रमात्मकं भवति तत्र लट् किं भवति लोट् किं भवति लिट् किं भवति लट् इत्यस्य विषये वदति तदनन्तरं लिट् इत्यस्य विषये द्वित्वं तत्र अन्यानि सूत्राणि तदनन्तरं तत्र लिट् इत्यस्य विषये तर्हि तत्र भ्रमात्मकं भवति परन्तु वयं किं कुर्मः अस्माकं पुष्पादीक्षित् मातुः पद्धतिः कथम् अस्ति इति चेत् अत्र यत्र प्रक्रिया समाना भवति लट् लोट् लङ् विदिर्लिङ् तत्र प्रक्रिया समाना भवति तेषां सर्वेषां सङ्ग्रहणं कुर्मः तर्हि तत्र किं भवति एकस्य धातोः विषये तत्र प्रक्रिया जानीमः चेत् तत्र लट् लोट् लङ् विदिर्लिङ् सर्वेषां रूपाणि वयं ज्ञातुं शक्नुमः सुलभतया तत्र न कोऽपि भ्रमः यतोहि तत्र कार्याणि समानानि भवन्ति सार्वधातुकलकारेषु कार्याणि समानानि भवन्ति अर्धधातुकलकारेषु कार्याणि समानानि भवन्ति इत्युक्ते अर्धधातुकलकारेषु इडागमचिन्तनं भवति धातुः सेट् वा अनिट् वा इति तादृशचिन्तनं भवति सार्वधातुकलकारेषु तत्र विकरणप्रत्ययः आगच्छति मध्ये धातुः तिङ्प्रत्ययोः मध्ये विकरणप्रत्ययः सर्वत्र आगच्छति तर्हि अस्माकं कः लाभः अत्र पुष्पादीक्षित् मातुः पद्धतिम् अनुसृत्य पठामः कः लाभः इति चेत् अस्माकं सुलभतया सर्वाणि रूपाणि ज्ञातुं शक्नुमः, भ्रमः न भवति, सूत्राणि अपि मनसि तिष्ठन्ति, यतोहि वयं क्रमेण पठामः, अष्टाध्यायी क्रमेण पठामः. अतः we can exactly see what was Panini's thought process. We can try to apply the same thought process in our approach. वैयाकरणसिद्धान्तकौमुदीम् अनुसृत्य पठामः चेत् तत्र तादृशस्पष्टता न भवति, परन्तु तत्र इत्युक्ते वैयाकरणसिद्धान्तकौमुदी न पठनीयम् इति नास्ति. तत् वैयाकरणसिद्धान्तकौमुदीमपि पठामः. किमर्थं पठामः इति चेत् तत्र सिद्धान्तस्य विषये स्पष्टता भवति. यदि तत्र एकं सूत्रं स्वीकृत्य सूत्रं सूत्रे दलसार्थक्यं भवति खलु, किमर्थम् इदं पदम् अस्ति सूत्रे, किमर्थं पाणिनी इदं पदं स्थापितवान्, किमर्थं तत्र षष्ठीविभक्तौ अस्ति, किमर्थं सप्तमीविभक्तौ अस्ति, तस्य कः अर्थः, तादृशसिद्धान्तस्य विषये वयं ज्ञातुम् इच्छामः चेत् सिद्धान्तकौमुदीं पठामः. परन्तु तत्र प्रक्रियादृष्ट्या सिद्धान्तकौमुदी पठनेन भ्रमः भवति, तत्तु सत्यमेव. And one more thing, Srividya Bhagini, in Pushpa Dikshit Mataji's Prakriya, this Akaranta, Ikaranta, Ukaranta clubbing together is a very nice way of teaching Dhatu. Satyam, Satyam. Tadrisha, Tatra Sarudhatu Karudhatuka Lakaraha iti Pratamataya Vibhajanam asti, Tadanantram Tatra Lakareshu api Dhatu naam Vibhajanam katam asti iti chet Pratamataya Dhatu ho Vibhajanam Ajanta Dhatu hu, Halanta Dhatu hu iti Pratakaranam asti. Tadanantram Ajanta Dhatu shu Akarantaha, Akarantaha, Ikarantaha, Ukarantaha, Rikarantaha, Ejantaha iti Tadrisha Vibhajanam asti. Kimartam Tadrisha Vibhajanam asti iti chet सूत्राणि तथा सन्ति. अष्टाध्यायं पश्यामः चेत् अजन्तधातूनाम् अन्तिमवर्णम् अनुसृत्य सूत्राणि सन्ति, हलन्तधातूनाम् उपदायां यः वर्णः अस्ति तम् अनुसृत्य सूत्राणि सन्ति. अतः एतादृशविभजनेन वयं सुलभतया प्रक्रिया कथं भवति, सूत्राणि कानि इति सर्वं स्मर्तुं शक्नुमः. सिस्टमेटिक् भवति स्टडि, तत्र भ्रमः न भवति. मातायाः पुस्तकम् अस्ति वा प्रक्रिया पुस्तकम्? बहूनि पुस्तकानि सन्ति. ऐ हाव् बहूनि हा बहूनि पुस्तकानि सन्ति, परन्तु अस्माकं कृते तत्र अस्माकं करपत्रमस्ति खलु, तद् मातुः पुस्तकम् अनुसृत्य एव लिखितम्. अतः करपत्रं पठामः चेत् तत्र मातुः पद्धतिम् अनुसृत्य एव अस्ति. एक्चुलि विद्याभगिनी, ऐ डोण्ट् ऐ यूस् दिस् धातु रूप आफ् माताजी बिकास् इट्स् गिवन् वेरि नैस्लि बेस्ड् आन् दिस् एण्डिङ्ग्. हा तदेव, तत्र अस्माकं पार्श्वे अपि अस्ति खलु एकं पुस्तकं, तत्र प्रक्रियानुसारी पाणिनीयधातुपाठः इति पुस्तकं, तत् पुस्तकं वयं सर्वे क्रीतवन्तः खलु. तत्र सर्वम् अस्ति, धातोः विभजनं, धातोः अन्तिमवर्णम् अनुसृत्य विभजनं सर्वम् अस्ति खलु तत्र एव. एकवारम् अस्माभिः पूर्वमपि दृष्टं खलु वर्गे. Anyway, I think this is an ideal place to stop, Bhagini, because next is all the concepts. Haan, satyam, satyam. Samayah api atitaha, ataha atras tagayamaha. Kopi prashna hava? Mahodaya, atra yedattu bahu samichinam asti, yad Rama Mahodaya yaha uttam. Kintu asmin kakshayam api, yaha paddati vayam aapnumaha. तदपि एकवारं भवती अद्य सूक्ष्मतया उक्तवती, किन्तु पुनः एकवारं चर्चयितुं शक्यते. हा सत्यं, तदेव अस्माकम् अग्रिमपाठः अस्ति, तदर्थमेव तत्र पीठिकारूपेण अत्र भगिनी इदानीं प्रदर्शयति. अस्माकम् अग्रे अष्टाध्यायी परिचयः, सार्वधातुकलकारः, अर्धधातुकलकारः, मातुः पद्धति कथं सर्वं तत्र अग्रे पठामः. तदर्थमेव पीठिका, समयः उचितः अस्ति इति कृत्वा अहं रमा भगिनीं पाठयतु इति उक्तवती, यतोहि तत्र इदानीं समयः बहु समीचीनमस्ति. यतोहि धातुविज्ञानं तृतीयभागः इति समाप्तः, वयम् इदानीम् अष्टाध्यायी इति ग्रन्थे प्रवेशं कुर्मः, तस्मात् पूर्वं किञ्चित् अष्टाध्यायी इति ग्रन्थस्य विषये ज्ञास्यामः चेत् बहु सम्यक्. रमा भगिनी अत्युत्तमम् अस्ति, अस्ति, डन् अ फ्याबुलस् जाब्. थैंक यू, सत्यम्. तदर्थमेव अहं भगिनीं पाठयतु इति उक्तवती, अहं श्रुतवती. स्टार्टेड् आफ् वित् नो बेक्ग्रौण्ड् एण्ड् डन् दिस् इस् इवन् मोर् कमेण्डबल् भगिनी. भगिनी अग्रिमवर्गे अपि एतत् अस्ति वा? एवमेव, हा सत्यम्, इतोपि बहूनि स्लैड्स् सन्ति खलु. then Vidya Bhagini, can she go back to that computer slide and talk a few more sentences about each of those concepts? No, here I would like to clarify one thing. We are not all those people who are computer specialists and would like to understand it, I understand. But I don't want to spend too much of time on the computer aspect of it. If Bhagini can spend 5-10 minutes on it, I'm fine. But not the whole class all, on it. That is all, because I have no background in computer science. So beyond that, we'll all be at least I'll be lost. Yeah, just maybe one sentence or two sentences, Bhagini, if you can give examples. Yeah, sure. I didn't think about it that way, but one of them I remember because it struck me so much when I was studying. I'll definitely find some and tell you. Okay, okay, perfect. Okay. Dhanyavadaha. Namaskarah. Dhanyavadaha. Bhagini, agrime saptahe अनुवर्तते किं सत्यं भगिनी अनुवर्तते सत्यम् अस्तु अद्य विश्वसंस्कृतदिनम् अस्ति सो जयतु संस्कृतं वदतु संस्कृतं सर्वेषां कृते शुभाशयाः शुभाशयाः भाषयाः धन्यवादः धन्यवादः धन्यवादः.